पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 47 सुकलोवाच सुदेवा चारु सर्वाङ्गी तामुवाचाध सुकरीं पशुयोनिं गदा त्वं हि कथं वदसि संस्कृतम् एवंविधं महाज्ञानं कस्माद्भूतम् वदस्व मे कथं जानासि वै भर्तुश्चरित्रमात्मनः शुभे शूकर्युवाच पशोर्भावेन मोहेन मुष्टाहं वरवर्णिनि निहदा खड्गबाणैश्च पतिता रणमूर्धनि मूर्च्छयाभिपरिक्लिन्ना ज्ञानहीना वरानने त्वया भिषिक्ता येनाहं पुण्यहस्तेन सुन्दरि पुण्योदकेन शीतेन तव हस्तगदेन वै अभिषिक्तेहि मे काये मोहो नष्टो विहाय माम् यथा विनाशं तेजोभिरन्धकारप्रयादिसः तथा तवाभिषेकेण मम पापं गदं शुभे प्रसादात् तव चार्वङ्गिलब्धं ज्ञानं पुरातनं पुण्यां गतिं प्रयास्यामि इति ज्ञातं मया शुभे श्रूयतामभि दास्यामि पूर्वं वृत्तान्तमात्मनः यत्कृतं तु मया भद्रे पापया दुष्कृतं बहु कलिङ्गाख्ये महादेशे श्रीपुरं नामपत्तनं सर्वसिद्धिसमाकीर्णं चतुर्वर्णनिषेवितं वस्तिस्मद्विजकोऽपि वसुदत्त इति श्रुतः ब्रह्माचारपरोन्नित्यं सत्यधर्मपरायणः वेदवेत्ता ज्ञानवेत्ता शुचिमान् गुणवान्धनि धनधान्यसमाकीर्णपुत्र पौत्रैरलङ्कृतः तस्याहं तनया भद्रे सोदरैः स्वजनबान्धवैः अलङ्कारैस्तु शृङ्गारैर्भूषितास्मि वरानने सुदेवानामदे तादश्चकारस महामदिः तस्याहं दयिता नित्यं पितुश्चापि महामदे रूपेण प्रतिमा जादा संसारे नास्ति तादृशी रूपयौवनगर्वेण मत्ताहं चारुहासिनी अहं कन्या सुरूपा वै सर्वालङ्कारशोभिता मां च दृष्ट्वा ततो लोका सर्वे स्वजनवर्गकाः मामेवं याजमानास्ते विवाहार्थे वरानने याजिताहं द्विजै सर्वै न ददादिपिता मम स्नेहाच्चैव महाभागे मुमोहस महामतिः न दत्ताहं तदा तेन पित्रा चैव महात्मना सम्प्राप्तं यौवनं बाले मयि भावसमन्वितं रूपं मे तादृशं दृष्ट्वा मम माता सुदुःखिता पितरं मे उवाचाध कस्मात् कन्या न दीयते त्वं कस्मै सुद्विजायैव ब्राह्मणाय महात्मने देहि कन्यां महाभाग सम्प्राप्ता यौवनं त्वीयं वसुदत्तो द्विजश्रेष्ठप्रत्युवाचद्विजोत्तमः मातरं मे महाभागे श्रूयतां वचनं मम महामोहेन मुग्धोऽस्मि सुताय वरवर्णिनि यो मे गृहस्थो विप्रो वै भविष्यदि शुभे शृणु तस्मै कन्यां प्रदास्यामि जामात्रे तु न संशयः मम प्राणप्रिया चैषा सुदेवानात्र संशयः एवमूचे मदर्थे स वसु दत्तः पिता मम कौशिकस्य कुले जातः सर्वविद्याविशारदः ब्राह्मणानां गुणैर्युक्तशीलवान् गुणवान् शुचिः वेदाध्ययनसम्पन्नं पठमानं हि सुस्वरं भिक्षार्थं द्वारमायान्तं पितृमातृविवर्जितं तं दृष्ट्वा समनुप्राप्तं रूपं वीक्ष्य महामतिः तं प्रोवाच पिता एवं को भवान् वै भविष्यति किं ते नाम कुलं गोत्रमाचारं वदसाम्प्रतं समाकर्ण्यपितुर्वाक्यं वसुदत्तमुवाच सः कौशिकस्यान्वये जादो वेदवेदाङ्गपारगः शिवशर्मेद्धि मे नाम पितृमातृविवर्जितः सन्ति मे भ्रातरश्चान्ये चत्वारो वेदपारगाः एवं कुलं समाख्यातमाचारकुलसम्भवः एवं सर्वं समाख्यातं विदरं शिवशर्मणा शुभे लग्ने तिथौ प्राप्ते नक्षत्रे भगदैवते पित्रा दत्तास्मि सुभगे तस्मै विप्राय वै तदा पितृगेहे वसाम्येका तेन सार्धं महात्मना नैव शुश्रूषितो भर्ता मया स पापया तदा पितृमातृसुद्रव्येण गर्वेणाभिप्रमोहिता अङ्गसंवाहनं तस्य न कृतं हि मया कदा रदिभावेन स्नेहेन वचनेन मया शुभे क्रूरबुद्ध्या हि दृष्टोऽसौ सर्वदा पापया मया पुंश्चलीनां प्रसङ्गेन तद्भावं हि गदाशुभे मातापित्रोश्च भर्तुश्च भ्रातॄणां हितमेव च न करोम्यहमेवापि यत्र यत्र व्रजाम्यहम् एवं मे दुष्करं दृष्ट्वा शिवशर्मा पतिर्मम स्नेहाश्वशुरवर्गस्य मम भर्ता महामतिः न किञ्चिद्वक्त्रिमां सोऽपि क्षमदे दुष्कृतं मम वार्यमाणा कुटुम्बेन अहमेवं सुपापिनी तस्य शीलं विदित्वा रे साधुत्वं शिवशर्मणः पिता माता च मे सर्वे मम पापेन दुःखिताः भर्ता मे दुष्कृतं दृष्ट्वा स्वगृहान् निर्गतो बहिः तं देशं ग्राममेनं च परित्यज्य गतस्ततः गदे भर्तरि मे तादसं जातश्चिन्तयान्विदः मम दुःखेन दुःखात्मा यथा रोगेण पीडितः मम माता उवाचैनं भर्तारं दुःखपीडितम् कस्माच्चिन्तयसे कान्तवदुःखं ममाग्रदः वसुदत्त उवाचैनां मातरं मम नन्दने सुतां त्यक्त्वा वदो विप्रो जामादा शृणुवल्लभे इयं पापसमाचारा निर्घृणा पापचारिणी अनया हि परित्यक्तशिवशर्मा महामतिः समस्तस्य कुटुम्बस्य दाक्षिण्येन महामतिः ममायं सद्विजकान्ते सुदेवां नैव भाषते वसदे सौम्यभावेन नैव निन्दति कुत्सति सुदेवां पापसञ्चारां स वै पण्डितबुद्धिमान् भविष्यदि त्वयं दुष्टा सुदेवा कुलनाशिनी अहमेनां परित्यज्य व्रजामि गृहवासिनि ब्राह्मण्युवाच अद्य ज्ञातं त्वया कान्त सुताया गुणदूषणं तव मोहेन स्नेहेन नष्ठेयं शृणु साम्प्रतं तावद्विलाड येत्पुत्रं यावत् स्यात् पञ्चवार्षिकः शिक्षा बुद्ध्या सदा कान्त पुनर्मोहेन पोषयेद स्नानाच्छादनकैर्भक्ष्यैर्भोज्यैर्पेयैर्न संशयः गुणेषु योजयेत्कान्त सद्विद्यासु चदं सुतम् गुणशिक्षार्थं निर्मोहपिता भवति सर्वदा पालने पोषणे कान्त सम्मोहः परिजायते सगुणं न वदेत्पुत्रं कुत्सयेच्च दिने दिने काठिन्यं च वदेन्नित्यं वचनैः परिपीडयेत् यथा हि साधयेन्नित्यं सुविद्यां ज्ञानतत्परः अभिमानेच्छलेनापि पापं त्यक्त्वा प्रदूरदः नैपुण्यं जायते नित्यं विद्यासु च गुणेषु च माता च ताडयेत्कन्यां स्नुषां श्वश्रुर्विताडयेद गुरुश्च ताडयेच्छिष्यं ततः सिद्ध्यन्ति नान्यथा भार्यां च ताडयेत् कान्त अमात्यं नृपदिस्तथा अयं च ताडयेद्धीरो गजं मात्रो दिने दिने शिक्षा बुद्ध्या प्रसिद्ध्यन्ति ताडनात् पालनाद्विभो त्वयेयं नाशितानाथ सर्वदैव न संशयः सार्धं सुब्राह्मणेनापि भवता शिवशर्मणा निरङ्कुशा कृता गेहे तेन नष्टा महामदे तावद्धि धारयेत्कन्यां गृहे कान्तवच शृणु अष्टवर्षान्विता यावत् प्रबलां नैव धारयेद पितुर्गेहस्थिता पुत्री यत्पापं हि प्रकुर्वति उभाभ्यामपि तत्पापं पितृभ्यामपि विन्दति तस्मान्न धार्यते कन्या समर्था निजमन्दिरे यस्य दत्ता भवेत् सा च तस्य गेहे प्रपोषयेत् तत्रस्तात् साधयेत् कान्तं सगुणं भक्तिपूर्वकम् कुलस्य जायते कीर्तिः पिता सुखेन जीवति तत्रस्ता कुरुते पापं तत्पापं भुञ्जते पदिः ततस्था वर्धते नित्यं पुत्रैः पौत्रैः सदैव सा पिता कीर्तिमवाप्नोति सुताया सुगुणैः प्रिया तस्मान्न धारयेत् कान्त गेहे पुत्रीं सभर्तृकाम् इत्यर्थे श्रूयते कान्त इतिहासो भविष्यति। अष्टविंशति के प्राप्ते युगे द्वापरके महान् उग्रसेनस्य वीरस्य यदुच्छेष्टस्य यत्प्रभो चरित्रं ते प्रवक्ष्यामि शृणुष्वैकमनाद्विज। इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने सुकलाचरिते सप्तचत्वारिंशोऽध्यायः। ॐ